नमस्कारः सर्वेभ्यः. इदानीम् अस्माकं न्यायचिन्तनवर्गं वर्गः प्रचलति. अस्मिन् वर्गे विषयः अस्ति अत्र व्यतिरेकव्याप्तिः एव. अत्र पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति वाक्यं, तत्र इत्युक्ते पृथिव्याम् इतरभेदः अथवा पृथिवी इतरभेदवती तथा गन्धवत्वात्, यथा पर्वतो वह्निमान् धूमत्वात् तथा पृथिवी इतरभेदवती. अत्र इतरभेदः इत्युक्ते पूर्वस्मिन् वर्गे अस्माभिः दृष्टं विशिष्टभेदसमूहः, यस्मिन् कति भेदाः आसन्? चतुर्दश. इति विशिष्टभेदः पृथिव्याम् इति पठितं. तर्हि इदानीं पञ्चादशाधिकद्विशततमे पुटे स्मः. तत्र आरभ्य रमप्रिया भगिनी पठति वा? परन्तु यत् पूर्वस्मिन् वर्गे पठितं तस्य प्रश्नः अस्ति वा किमपि? किञ्चित् पुनस्मारणम् आवश्यकं वा? न महोदय. अस्तु. परन्तु एतेषां चतुर्दशानां वेदानां ज्ञानं किम् आधीनं? गन्धादीनं. गन्धश्च पृथिवीलक्षणं. लक्षणं तत् भवति यत् अयं मदाश्रयः इतरव्यतिरिक्तः इति बोधयति. तथा च गन्धज्ञानेन पृथिव्याम् इमे चतुर्दशभेदाः साधनीयाः. न एतावता क्वापि पृथिव्याम् अस्माभिः ते ज्ञाताः. अतः अत्र अन्वयव्याप्तिः न शक्यते ज्ञातुम्. अस्तु, इदानीं चतुर्दशभेदाः आसन् इति वयं दृष्टवन्तः गतसप्ताहे पृथिव्याम्. परन्तु एतेषां चतुर्दशभेदानां ज्ञानं किम् आधीनम्? किम् आधीनम् इत्युक्ते किमर्थम् इति एव किल. आधीनम् इत्युक्ते तस्य ज्ञानस्य किं प्रयोजनम् इति वा? अधीनम् इत्युक्ते किम्? डिपेण्डेण्ट् इति आङ्ग्लभाषा. कस्य आश्रयः कः? कस्य उपरि तिष्ठति? तस्य अधिकरणं किं तथा? ओ अस्तु. गन्धस्य उपरि एव. गन्धः एव आश्रयः. चतुर्दशभेदानां ज्ञानस्य गन्धः एव आश्रयः. आश्रयति न, केवलम् उक्तवान् गन्धेन पृथिव्यां वैशिष्ट्यं वैलक्षण्यमस्ति खलु गन्धवत्वात् तथा. अस्तु. गन्धश्च पृथिवीलक्षणं. गन्धः तु पृथिव्याः लक्षणमस्ति. लक्षणं तद् भवति यत् अयं मद् आश्रयः इतरव्यतिरिक्तः इति बोध्यति. लक्षणम् इत्युक्ते किम् इति चेत् अयं मद् आश्रयः इत्युक्ते अस्मिन् सन्दर्भे गन्धः मद् आश्रयः पृथिव्याः आश्रयः गन्धः. अस्तु. इतरव्यतिरिक्तः. एकनिमिषं. विपरीतः उक्तवती. मद् आश्रयः इत्युक्ते पृथिव्याः गुणः इति गन्धः, द्रव्यम् इति पृथिवी. गन्धः पृथिव्याम्. गन्धः पृथिवी गन्धस्य. आम्. इतरव्यतिरिक्तः इति बोध्यति इत्युक्ते इतरेण भिद्यते, भिन्नः, इतरपदार्थेभ्यः भिन्नः इति बोधनार्थमेव लक्षणम् इत्यस्य आवश्यकता अस्ति. तदेव गन्धः पृथिव्याः लक्षणम्. तथाश्च गन्धज्ञानेन पृथिव्याम् इमे चतुर्दशभेदाः साधनीयाः. अस्तु, वयं किं साधनीयम् इदानीम् इत्युक्ते, गन्धः इति यद् लक्षणमस्ति पृथिव्यां, तस्य ज्ञानेन इमे चतुर्दशभेदाः यद् वयं गतसप्ताहे दृष्टवन्तः, गुणो न, कर्म न, सामान्यं न इति, तद् साधनीयाः गन्धस्य आधारेण. न एतावता क्वापि पृथिव्याम् अस्माभिः ते ज्ञाताः. अस्तु, इदानीं पर्यन्तं वयं कुत्रापि पृथिव्यां एते चतुर्दशभेदाः वयं इत्यस्मात् पूर्वं वयं न ज्ञातवन्तः. अस्तु, अतः अत्र अन्वयव्याप्तिः न शक्यते ज्ञातुम्. ओ, एतावता ज्ञातवन्तः, अतः अत्र अन्वयव्याप्तिः न शक्यते ज्ञातुं. वयं किमर्थं न शक्यते? अन्वयव्याप्तिस्य कथं भवेत् वाक्यम्? अभावः किल. क्षम्यतां क्षम्यताम्, अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः. अत्र कथं भवेत्? यत्र यत्र पृथिवी तत्र तत्र धू क्षम्य गन्धः व्यापकः. यत्र यत्र गन्धः तत्र तत्र पृथिवी व्याप्यः व्यापकः. तर्हि अनुमितिम् उपयुज्य भेदः इति न कुत्रापि साधितं. पृथिव्यां भेदाः इति न यद्वाक्यं भवती उक्तवती तत्र भेदः किमपि तत्र नास्ति. तत्र भेदः तादृशवाक्यं तथा न उक्तं कुत्रापि. तादृशवाक्यस्य अत्र न वक्तुं शक्नुमः. इति किमर्थमिति अग्रे उच्यते. अस्तु, कुतः अति अग्रिमं परिच्छेदं पठतु. तत्र तत्रैव अस्ति कुतः किमर्थं न ज्ञातुं शक्यते उच्यते. ओ एवं वा, अस्तु. कुतः उच्यते? अन्वयव्याप्तिः हि हेतुसाध्ययोः भूयदर्शनादीना महानसादौ गृहीता इति युक्तम्. एवं च तत्र साध्यस्य संशयः पर्वते तद् अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः. ततः संस्कारादिक्रमेण अनुमित्युत्पत्तिः. इह तु सर्वाणि पृथिवीपक्षः. पक्षश्च सः भवति यत्र साध्यसंशयोः अस्ति इति अग्रे ग्रन्थकृत् स्वयमेव वक्ष्यति. ततः यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते तत्र तु सर्वत्र साध्यसंशयः एव. अन्यत्र जलादौ न गन्धो अस्ति, नापि दर्शितरीत्या चतुर्दशभेदा इति इह हेतोः साध्यस्य च विद्यमानत्वरूपः यः अन्वयः तद् घटिताव्याप्तिः न ज्ञातुं शक्यते. अस्तु, उच्यते इदानीम् अन्वयव्याप्तिः न शक्यते ज्ञातुम् इति यदा पूर्वस्मिन् परिच्छेदे अस्ति. कुतः किमर्थं तत्र उच्यते? अन्वयव्याप्तिः हि हेतुसाध्ययोः भूयो दर्शनादीना महानसादौ गृहीता इति उक्तम्. भूयो दर्शनादीना इत्युक्ते पुनः पुनः दर्शनेन, महानसादौ इत्युक्ते अस्माकं यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसं, तस्मात् गृहीतम् अन्वयव्याप्तिः हेतुसाध्ययोः अन्वयव्याप्तिः तस्मात् गृहीतम्. एवं गृहीता इत्युक्ते ज्ञाता, ज्ञातं भवति. व्याप्तिः ज्ञाता कथं भवति? पुनः पुनः कुत्र पश्यामः हेतुसाध्ययोः किं सम्बन्धः? भिन्नस्थलेषु, पक्षभिन्नस्थलेषु बहुवारं महानसः, यज्ञशाला, गोशाला, चत्वार, तत्र किमपि सर्वत्र दर्शनेन व्याप्तिः ज्ञाता भवति, खलु? अग्रे. एवं च तत्र साध्यस्य संशयः पर्वते तद् अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः. अस्तु, तत्र साध्यस्य संशयः पर्वतः इति पक्षः, तत्र साध्यस्य संशयः तद् अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः. साध्यस्य संशयः इत्युक्ते वह्निः अस्ति वा नास्ति वा इति यद् संशयः पर्वतं दृष्ट्वा आगच्छति तद् अन्यस्मिन् न केवलं पर्वतं न केवलं पर्वतं दृष्ट्वा पर्वते पर्वते धूमं दृष्ट्वा अस्तु पर्वते धूमं दृष्ट्वा भवत्या उक्तं संशयः आगच्छति खलु संशयपूर्वकज्ञानमस्ति अनुमितिः. आम् तद् अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः. इदानीं यदा संशयज्ञानं भवति अनन्तरं निश्चयज्ञानं, तत्तु अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः इत्युक्ते यदा वयं महानसं पश्यामः तत्र वयम् अवगन्तुं तत्र अस्माकं निश्चयः भवति, निश्चयज्ञानं भवति धूमस्य विषये. धूमस्य विषये एव किल महोदय, अत्र तद् अन्यस्मिन् अस्ति खलु, तद् इत्युक्ते किं तदन्यस्मिन् धूमः धूमः न तद् इति नपुंसकलिङ्गं इदानीं पश्यतः भवतु. अत्र यत्र साध्यस्य संशयः पर्वते पर्वते धूमं दृष्ट्वा संशयः भवति पर्वतन्यस्मिन् महानसे व्याप्तिनिश्चयः पक्षं विहाय अन्यत्र महानसे यथा तथा व्याप्तिनिश्चयः जातः खलु. अस्तु अस्तु, पक्षः इत्यनेन पक्षः पर्वतः अत्र पर्वतः यथा किञ्चित् स्मारयामि, तत्र पूर्वम् अस्माभिः दृष्टम् अन्वयक्रमः कथं भवति. एकः धूमं पश्यति, धूमं दृष्ट्वा ओहो व्याप्तिज्ञानम् एकम् एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमः अस्ति खलु. तस्मात् नियमात् सः वा सा स्मरति ओहो मया पूर्वं धूमं वह्निं समानं दृष्टं महानसे चत्वारे इति दृष्टं, व्याप्तिः वह्निधूमयोः व्याप्तिः अस्ति इति स्मरणं भवति खलु. पक्षभिन्नस्थले दृष्ट्वा तदेव वदति अत्र अन्यस्मिन् महानसे अन्यस्मिन् पक्षे पर्वतभिन्न पक्षे महानसे तत्र दृष्ट्वा व्याप्तिनिश्चयः जातः. खलु आम्, प्रथमं साध्यस्य संशयः भवति पर्वते यदा धूमः पश्यति क्षम्यतां वह्निः पश्यति तत्र संशयः जातः. धूमः एव पश्यति, धूमः अस्ति वा न इति संशयः जातः. अनन्तरं पक्षभिन्नस्थले इत्युक्ते महानसे यदा सः धूमः पश्यति तत्र तस्य व्याप्तिनिश्चयः जातः, यत्र यत्र धूमः तत्र तत्र वह्निः इति. मानसे वह्नि अपि धूम द्वयोः सादृश दर्शनं भूत्वा व्याप्ति आगच्छति तस्य मनसि. तत् क्षणिकज्ञानम् अस्ति, तस्य संस्काररूपेण आत्मनि जातः. तदनन्तरं धूम दृष्ट्वा पर्वते धूमं दृष्ट्वा संस्कारस्य उद्भूतः भवति, धूम भवति उद्बोधक संस्कारस्य. तदनन्तरं स्मृति आगच्छति, का स्मृति एकस्य धूमदर्शनेन अपर ज्ञानगतं महोदय व्याप्तिज्ञानम् आगच्छति. तदनन्तरं परामर्श आगच्छति, धूमः अस्ति व्याप् व्याप्य अस्ति, वहिन्या वहिन्या व्याप्य अस्ति, तदनन्तरम् अनुमानम् आगच्छति परामर्शज्ञानत्वा. भगिनी भवती उक्तवती, सरला भगिनी सम्यक् उक्तवती, रामप्रिया भगिनी भवती यद् उक्तवती तत्र केवलम् एकं परिशीलनम् एवं किं परिष्कारं भवती उक्तवती. अत्र धूमं दृष्ट्वा अनन्तरं महानसमिति न, पूर्वमेव व्याप्तिज्ञानम् अस्ति खलु. यस्य पूर्वं व्याप्तिज्ञानं नास्ति सः तस्य मनसि धूमं दृष्ट्वा किमपि न भवति, सः तस्य व्याप्तिज्ञानं नास्ति. यस्य पूर्वव्याप्तिज्ञानम् अस्ति तस्य एव धूमं दृष्ट्वा ओहो अत्र धूमः अस्ति, मम तु मया तु दृष्टं यत्र धूमः वह्निधूमयोः सामानादि करणीयं पूर्वं दृष्टं महानसे पर्वते अथवा किं चत्वारे यज्ञे तथा दृष्टम् इति सः स्मरति. व्याप्तिपूर्वं भवति पक्ष धूमदर्शने धूमदर्शनात् पूर्वं व्याप्तिज्ञानं भवेत्. अनन्तरं यथा धूमं पश्यति ओहो अत्र व्याप्तिः अस्ति इति स्मरणं भवति खलु, क्रमः तथा अस्ति खलु. प्रथमं व्याप्तिज्ञानम् अनन्तरम् एव धूमदर्शनात् पूर्वमेव व्याप्तिज्ञानम् अनन्तरमेव धूमदर्शनं खलु खलु. नो चेत् कथं व्याप्तिज्ञानं भवति? सम्यक्. आं महोदय अवगतम्. अनन्तरं किं भवति, ततः संस्कारादिक्रमेण अनुमतिः उत्पद्यते. यदा क्रमः इदानीं भगिनी उक्तवती तादृशक्रमेण अनुमतिः जायते इदानीम्. अनन्तरम् इह तु सर्वापि पृथिवीपक्षः, इह तु इत्युक्ते अस्मिन् क्रमे यद् पृथिवीपक्षः इत्युक्ते इह तु इत्युक्ते अस्मिन् प्रसङ्गे पृथिवी इति अस्माकं पक्षः अस्तु. द्वितीय उदाहरणम् अस्तु. व्यतिरेकस्तरे पक्षश्च सः भवति यत्र साध्यसंशयौ अस्ति इति अग्रे ग्रन्थकृत् स्वयमेव वक्ष्यति. अस्तु, पक्षः इत्युक्ते किम् इति पक्षः तु सः भवति यत्र साध्यसंशयो अस्ति. पक्षः इत्युक्ते यत्र साध्यसंशयः अस्ति. अस्तु, साध्यः अस्ति वा इति न वा इति यदा संशयः जायते तदेव पक्षः इति तस्मिन् विषये अस्मिन् ग्रन्थे एव अग्रे आगच्छति. अस्तु, ततः यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते तत्र तु सर्वत्र साध्यसंशयः एव. अतः ततः तस्मात् यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते, अस्माकं पक्षः तु पृथिवी, तत्र साध्यं वा हेतुः वा यत्किमपि सम्भाव्यते, सम्भावना भवति तद् भवति तत्र तु सर्वत्र साध्यस्य संशयः अस्ति एव. तद् अवगतम्. सर्वेषां सर्वत्र यत्र पृथिवी अस्ति तत्र सर्वत्र साध्यसंशयः, तत् पक्षभिन्नस्थले कुत्र गच्छामः, पृथिवी भिन्नस्थल एव नास्ति खलु. आम्, पर्वतविषये पर्वतभिन्नस्थले व्याप्तिनिश्चयः जातः, अत्र कुत्र गच्छामः, सर्वापि पृथिवीपक्षः, सर्वत्र साध्यसंशयः. अस्तु, आम्, तत्र तु वयं पक्षभिन्नस्थलम् इति स्वीकृत्य परिशीलितुं शक्नुमः. परन्तु पृथिवी इति यदा पक्षः अस्ति तत्र तादृशं न भवति, सर्वत्र एव साध्यसंशयः भवति एव. आम् अस्तु. अन्यत्र जलादौ न गन्धः अस्ति नापि दशितरीत्या चतुर्दशभेदाः इति इह हेतोः साध्यस्य च विद्यमानत्वरूपः यः अन्वयः तद् घटिताव्याप्तिः न ज्ञातुं शक्यते. अस्तु, तदेव यदा भवान् उक्तवान् इदानीम् अन्यत्र जलादौ तत्र तु गन्धः नास्ति नापि दशितरीत्या इत्युक्ते गुणो न कर्म न सामान्यं न इति यद् वयं चतुर्दशभेदाः दृष्टवन्तः इह हेतोः साध्यश्च. इह हेतोः इत्युक्ते पृथिवी इति पृथिव्यां जले. अस्तु, जले हेतोः साध्यस्य च विद्यमानत्वरूपः यः अन्वयः तत् घटिताव्याप्तिः न ज्ञातुं शक्यते. साध्यस्य जले हेतोः साध्यस्य च विद्यमानत्वरूपः इत्युक्ते यद् तत्र यद् जले यद् अस्ति हेतोः साध्यस्य विद्यमानत्वरूपः इत्युक्ते पृथिव्याः गन्धवत्वं तथा इतरभेदभेद इतरे अस्तु इतरेभ्यो ओके अस्तु यः अन्वयः तद् घटिताव्याप्तिः न ज्ञातुं शक्यते. अत्र अन्वयव्याप्तिस्य किम् आसीत् यत्र यत्र हेतुः तत्र तत्र साध्यः यथा पक्षभिन्नस्थलम् इति सामान्यरूपम्. अत्र यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः यथा किमपि नास्ति किमपि नास्ति हा तर्हि अन्वय अन्वयघटिता व्याप्तिः यत्र विद्यमानत्वं भवेत् विद्यमानत्वम् इत्युक्ते अभावः न वक्तव्यं खलु भावं भवेत् भावः भवेत् न तु अभावः विद्यमानत्वं भवेत् तादृशघटिताव्याप्तिः न वक्तुं शक्नुमः. आम् समीचीनं. भिन्नपक्षः एव नास्ति यत्र समानसाध्यः समानहेतुः अस्ति. खलु वा? आम् आम्. समस्या का? समस्या का इति अवगतं वा? अवगतम्. आम्. इति समस्या पक्षभिन्नस्थल एव नास्ति यथा पर्वतधूमयोः तत्र आसीत् अत्र नास्ति तथा तस्मात् विद्यमानत्वं रूप अन्वयः न वक्तुं शक्नुमः. अन्वयव्याप्ति यथा यत्र यत्र प्रमेयत्वं यत्र यत्र अभिधेयत्व यत्र यत्र प्रमेयत्वं तत्र अभिधेयत्वं तदपि विद्यमानत्वम् अस्ति. प्रमेयत्वं विद्यमानत्वम् अभिधेयत्वं विद्यमानत्वम् अभावपदं तत्र न उक्तं किन्तु व्यतिरेकस्थले अभाव इति वक्तव्यं भवति यथा यत्र वन्य अभावः तत्र धूमाभावः तादृशवाक्यं वक्तव्यं भवति. तर्हि तत्र विद्यमानत्वं नास्ति अभाव अभावत्वमस्ति इति उच्यते इति उक्तं खलु. आं महोदय. आम् सरला भगिनी पठति वा? अस्तु. केवलान्वयीस्थले साधस्य अभिधेयत्वस्य अभावः सर्वदा अप्रसिद्धः इति न तत्र व्यतिरेकव्याप्तिग्रहः सम्भवति. सर्वदा इत्यस्य को अर्थः? अनुमितेः पूर्वं परतो वा न अभिधेयत्वाभावः केनचित् प्रमाणेन सिद्ध्यति. अत्र तत्र साध्यस्य अप्रसिद्धिः सार्वधिकी. प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः. अनुमितो तु पक्षे इतरभेदरूपसाध्यं विषयो भवति एव इति वैषम्यं. यदि केवल अन्वयस्थले वयं दृष्टवन्तः, उदाहरणमस्ति घटो अभिधेयत्वप्रमेयत्वात् इति, तस्य केवल अन्वायी तत्र केवल अन्वायी व्याप्तिः अस्ति. तत्र अभिधेयत्वम् अस्ति साध्यं, हेतु अस्ति प्रमेयत्वं, घट अस्ति पक्ष. अभिधेयत्वस्य अभावः कदापि न द्रष्टव्यम् इति कथं भवति? अभावः अभिधेयत्वस्य जगति सर्व अभिधेयत्वम् अस्ति, मीन्स् उच्चारणयोग्य अस्ति इति अभिधेयत्वस्य परिभाषा. सो अभिधेयत अभावः नास्ति, किन्तु शास्त्रे अभिधेयस्य अभावः नास्ति इति न वक्तव्यम् इति महोदय उक्तवान्. सो सर्वदा अप्रसिद्ध इति अस्ति, अप्रसिद्ध मीन्स् अभिधेयत्व वयं न पश्यामः. यदि अभावः नास्ति इत्युक्ते मीन्स् पूर्वं यदि वयं वदामः अभावः अस्ति, मीन्स् तत्र पूर्वं तत्र प्राप्तिः अस्ति, तस्य प्राप्तिः तस्य इदानीं विद्यमानत्वं नास्ति, तत् भवति अभावः इति. किन्तु अभिधेयत्वस्थले इति पूर्वं प्राप्तिः अस्ति, इदानीं न भवति इति न भवति, अतः अभिधेयत्वस्य अभावः न वर्तते इति. सर्वदा अतः अभिधेयत्व सर्वाधिकी इति, सार्वधिकी इति भवति, सर्वदा अस्ति. यदि अभिधेयत्व सर्वदा अस्ति, व्यतिरेक व्याप्ति तत्र वयं न गृहीतुं शक्नुमः. कारणं कि व्यतिरेकव्याप्ति तस्य लक्षणवाक्यं भवति, यश्च यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः. सो अभिधेयस्य अभावः नास्ति, तत्र हेत्वाभावः न भवितुं शक्नोति. सो व्यतिरेकव्याप् न सम्भवति घटो अभिधेयत्व प्रमेयत्वात् इति उदाहरणे. तत्र केवलं केवलान्वयी व्याप्ति आगच्छति. सर्वदा इत्यस्य को अर्थः? यथा इदानीम् अहम् उक्तवती, अनुमितेः पूर्वं परतो यान अभिधेयत्वाभावः केनचित् प्रमाणेन सिद्ध्यति. केनचित् प्रमाणे अपि अभिधेयस्य पूर्वं वा तदनन्तरं तस्य अभावः वयं न साधितुं शक्नुमः. अतः अभिधेयत्वं सार्वधिकी इति भवति, तत्र साध्यस्य अप्रसिद्धिः सार्वधिकी. प्रकृते तु अस्माकम् इदानीं यत् उदाहरणम् अस्ति, पृथ्वी इतरेभ्यः व्यतिरेकव्याप्तिः यत्र लक्षणवाक्यं दत्तम् अस्ति, इतरे पृथ्वी इतरेभ्यः गन्धत्वा साधु इतरेभ्यः गन्धत्वात् सो अत्र प्रकृते पृथ्वी तु अनुमिते प्राक् इतरभेदः अस्ति, किन्तु प्रकृते अस्मिन् उदाहरणे इतरभेदः पृथ्व्या साध्यमस्ति. इतरभेदः अस्ति पृथ्व्या यत्र पृथ्वी भेदः अस्ति तत्र सर्वत्र अस्ति पृथ्वीभेदाभावः. अनुमितौ तोपक्षे इतरभेदरूपसाध्यं विषयो भवति. सो अस्माकम् अत्र विषयः अस्ति, अनुमितिः विषयः अस्ति, साध्य इतरभेद एव. तस्य समानका को अत्र कथं वक्तव्यं भवति अत्र किं वदति तत्र पूर्वस्मिन् उदाहरणे यथा भवती उक्तवती, सर्वदा अप्रसिद्धः अभावः, अभिधेयत्व अभावः सर्वदा अनुमतेः पूर्वम् अनुमतेः प्राक् अनन्तरं सर्वदा अप्रसिद्धः. किन्तु अत्र अस्मिन् सन्दर्भे अत्र व्यतिरेकव्याप्तिसन्दर्भे अनुमितेः पूर्वम् इतरभेदः न सिद्धः, किन्तु अनुमिति अनन्तरम् इतरभेदरूपसाध्यं विषयः एव भवति। तर्हि अत्र अनन्तरम् ओहो इतरभेदः पृथिव्यम् अस्ति इति वक्तुम् इति वक्ष्यामः पूर्वस्मिन् परिच्छेदे वयं पक्ष किं कीदृशपक्षं कथं पक्ष वक्तव्यं यत्र साध्य संशयः अस्ति, इदानीं साध्य कः अस्ति इतरभेदरूपसाध्य पृथिव्याम् अस्ति इति तस्य विवरणम् अस्ति यत्र भवति इति वैशम्प्यम् इति मिन्स् तस्य समानता नास्ति भेदः अस्ति इति तस्य अर्थः अस्ति। अस्मिन् सन्दर्भे अनुमिति अनन्तरं पक्षे इतरभेदरूपसाध्यं तु भवति एव अनन्तरं, न पूर्वम् अनन्तरं भवति, किन्तु तत्र अभिधेयत्व उदाहरणे न पूर्वं न परम् अस्य सिद्धः भवति अप्रसिद्धः एव तिष्ठति। अस्तु इति स्वागतं लक्ष्मी भगिनि, हरि ओम् अस्ति खलु तर्हि भगिनि पुनः प्राह एतत् परिच्छेदं पुनः एकवारं पठतु अनन्तरं कदा भगिनी अग्रे पठति। अस्तु कुत्र पञ्चाशत् अधिक द्विशतं वा अन्तिमपरिच्छेदः केवल अन्वयस्थले। अस्तु केवल अन्वयस्थले साध्यस्य अभिधेयत्वस्य अभावः सर्वदा अप्रसिद्ध इति न, तत्र व्यतिरेकव्याप्तिग्रहः सम्भवति। सर्वदा इत्यस्य को अर्थः, अनुमितेः पूर्वं परतो वा न अभिधेयत्वभावः केनचित् प्रमाणेन सिद्ध्यति, अतः तत्र साध्यस्य प्रसिद्धिः सार्वादिकी। प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः, अनुमितौ तु पक्षे इतरभेदरूपसाध्यं विषयो भवति एव इति वैषम्यम्। अस्तु केवल अन्वयीस्थले साध्यस्य अभिधेयत्वस्य अभावः सर्वदा अप्रसिद्ध इति न, तत्र व्यतिरेकव्याप्तिग्रहः सम्भवति। अस्तु केवल अन्वयीस्थले अभिधेयः एव साध्यः, तत्र तस्य अभावः कदापि न भवति, तत् कदापि न भवति इति तत्र व्यतिरेकव्याप्ति न सम्भवति एव, तस्मिन् उदाहरणे व्यतिरेकव्याप्ति सम्भवति न सम्भवति। घटः अभिधेयत्ववान् प्रेमे प्रमेयत्वात् तत्र अभिधेयः एव साध्यः, तत् कदापि न तस्य अभावः कदापि न भवति, किन्तु अत्र सर्वदा इत्यस्य सर्वदा इत्यस्य को अर्थः, अनुमितेः पूर्वं परतो वा न अभिधेयत्व अभावः केनचित् प्रमाणेन सिद्ध्यति। अस्तु अस्तु सर्वदा इत्युक्ते किं पूर्वस्मिन् वाक्ये इति प्रश्ने सति अनुमितेः पूर्वम् अनुमितेः परं कदापि अभिधेयत्वस्य अभावः न सिद्ध्यति, तस्य प्रमाणम् एव न ग्रहीतुं शक्यते अभिधेयत्वस्य अभावः अस्ति इति कोऽपि प्रमाणः न वर्तते, अनुमितेः पूर्वं वा अनुमितेः परं वा। अनुमितेः किमर्थम् उक्तः इत्युक्ते तत्र अनुमितिवाक्ये अनुमितेः वाक्यमेव अस्ति घटः अभिधेयत्ववान् प्रमेयत्वात् इति अनुमितिः यथा जायते तस्य पूर्वमपि अभिधेयत्वस्य अभावः न आसीत् अभिधेय अनुमतेः अनन्तरमपि महोदय अत्र किञ्चित् संशयः अस्ति, किमर्थम् अभिधेय अनुमतेः पूर्वमपि अभिधेयत्वस्य अभावः न आसीत् इति? तत्र तत् समीचीनं, किन्तु किमर्थम् अनुमतेः अनुमतिः न आवश्यकम् एव खलु? अनुमतिः न आवश्यकं वा तत्र? अनुमतिवाक्यमेव साध्य पक्षे पक्षे सर्वदा अभिधेयत्वम् अस्ति एव, अतः पक्षे साध्यस्य संशयः अस्ति न वा इति संशयः नास्ति एव, अतः तत्र पर्वतो वह्निमान् तत्र तु पर्वते वह्निः अस्ति न वा इति संशयः अस्ति दूहं दृष्ट्वा, अतः महान् अतः इति वयम् उदाहरणं दृष्टान्तं स्वीकृत्य वह्निधूमयोः मध्ये व्याप्तिः किं वदामः व्याप्तिः व्याप्तिनिश्चितः अत्र अत्र तथा एतत् उदाहरणे एतस्मिन् उदाहरणे तथा नास्ति खलु, संशयः एव नास्ति चेत् कथं वा अनुमतिसोपानानि अनुमतिसोपानानि अनुमतेः सोपानं ये पञ्चसोपानानि ये सन्ति किमर्थं तत्सो किमर्थं नावश्यकम् इति मम मनसि अधुना अभासत। अत्र अन्वयव्याप्तिवाक्यं कथं भवति, यत्र यत्र हेतुः तत्र तत्र स्याद्यः यथा उदाहरणम् इति सामान्यवाक्यं खलु, यत्र यत्र धूमः तत्र वह्निः यथा महानसम्। अत्र अभिधेयत्वस्य यत्र यत्र प्रमेयत्वं तत्र अभिधेयत्वं यथा पटः किमपि सङ्गणकं घटः किमपि यत्र प्रमेयत्वं सर्वत्र अस्ति खलु, तस्मात् अभ्युदयत्वम् अपि सर्वत्र अस्ति। यथा चित्रम् अस्ति 149 पेज् पे। हा हा, पूर्वं चित्रमासीत् तथा खलु 149 या तत्र भूतलं कटादि प्रमेयत्वं सामानाधिकरण अभिधेयत्व प्रमेयत्वे चित्रं 149 नद् पुटसङ्ख्या 212 अस्तु 212 पूर्वस्मिन् पुटे आम्। किन्तु अत्र तत्र अनुमतेः पूर्व अभिधेयत्वस्थले अनुमतेः पूर्वं वा अनुमतेः परं वा अभिधेयत्व अभावः यथा भवत्या उक्तं केनापि प्रमाणेन न सिद्ध्यति, किन्तु अत्र तथा नास्ति, कुत्र व्यतिरेकव्याप्तिस्थले तथा नास्ति इति अग्रे उक्तम्। अस्तु, केवलं तत् काण्ट्रास्ट् करोति, भेदः प्रदर्शयति, भेदं प्रदर्शयति। अस्तु अस्तु अस्तु, अतः तत्र साध्यस्य अप्रसिद्धिः सार्वाधिकी, साध्यस्य अप्रसिद्धिः इत्युक्ते साध्यस्य साध्यम् अस्ति वा इति तत्र संशयः एव नास्ति सर्वदा, किन्तु अस्माकं मूलविषयः अस्ति प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः। अस्मिन् उदाहरणे पृथ्वी उदाहरणम् अस्ति वाक्यं पृथ्वी इतरेभ्यां विद्यते गन्धवत्वात् इतरेभ्यः विद्यते गन्धवत्वात् अत्र प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः अस्तु, अनुमितेः प्राक् एतत् उदाहरणं पर्वतवह्निमान् इव पर्वतवह्निमान् धूमत्वात् इव उदाहरणमस्ति. अतः अनुमितेः प्राक् इतरभेदः असिद्धः. अनुमितौ तु पक्षे अनुमितौ तु पक्षे इतरभेदरूपसाध्यं रूपसाध्यम् इतरभेदरूपसाध्यं विषयः भवति एव इति वैषम्यम्. अस्तु, अत्र इतरभेदरूपम् इतरभेदः एव पक्षे इतरभेदमस्ति इति तदेव साध्यं, तत् साध्यं विषयः भवति एव इति वैषम्यं भेदः वैषम्यं भेदः. अनुमति अनन्तरम् अनुमत्याः अनन्तरं पक्षे साध्यं भवति इति दर्शितं भवति, किं प्रदर्शिष्यते साध्यं भवति. आम् अस्तु, इति साधयिष्यते साधयिष्यति. अस्तु, आम् इति अत्र केवलं वर्गे यथा शैला भगिन्या उक्तं तत्र अप्रसिद्धः इति उक्तं खलु, तत्र नास्ति न वदति. तत्र नियमः अस्ति यस्य सिद्धिः पूर्वं प्राप्तं तस्यैव निषेधः भवति, प्राप्तिपूर्वक एव निषेधः इति नियमः. इत्युक्ते घटं घटः कः इति सर्वे जानन्ति, तर्हि अत्र घटः नास्ति, भूतले घटो नास्ति वक्तुं शक्नुमः, यतोहि घटः कुत्रापि अस्ति अत्र नास्ति. खलु, किन्तु अत्र यथा आङ्ग्लभाषायां स्क्वेर् सर्कल् इति चिन्तयतु, स्क्वेर् सर्कल् तस्य प्राप्तिः एव नास्ति, तर्हि स्क्वेर् सर्कल् नास्ति इति न वक्तुं शक्नोमि, स्क्वेर् सर्कल् अप्रसिद्धः इति वदति. ओ अस्तु अस्तु, तेषां शैली तादृशमस्ति. हा, अभिधेयत्वम् अभिधेयत्व अभावः अप्रसिद्धः. अस्तु, नाट् हर्ड् आफ़्, नाट् पासिबल् तथा इतः स्क्वेर् सर्कल्. आम् अस्तु, तथा यत् यत् अस्ति कुत्रापि अस्ति तस्य अत्र नास्ति इति वक्तुं शक्नुमः इति ते वदन्ति. नैयायिकशैली अस्ति केवलं. चलु अस्तु, साधु साधु. अग्रे सरला भगिनी पठति वा पुनः तत्र. अस्तु, व्यतिरेकव्याप्तिग्रह अतः अत्र व्यतिरेकव्याप्ति साध्याभावव्यापकाभाव प्रतियोगितारूपा अनुमितेः प्राक् हेतौ ज्ञातव्या. शक्यते च इयं ज्ञातुं दर्शितरीत्या जले इतरभेदसत्त्वे अपि न तत्र जलभेदः. अतः जलादिपदार्थेषु चतुर्दशसु सर्वत्र चतुर्दशः भेदः प्रकृतसाध्यं न सम्भवति. अतः तादृशसाध्यं नास्ति इति अभावः जले तेजसि अन्येषु द्रव्येषु गुणादिपदार्थेषु च वर्तते एव. तत्र च सुतरां गन्धाभाव पृथ्वी लक्षणं हि गन्धः, न जलादौ स अस्ति इति तत् एतभाव तत् भाव अभाव. इतरभेदभाव अधिकरणे जलादौ सर्वत्र अस्ति, अत्र गन्धाभाव इतरभेदभावव्यापकः. तादृशव्यापकगन्धाभावस्य प्रतियोगित्वं गन्धे अस्ति इति व्यतिरेकव्याप्ति गन्धे ज्ञातुं शक्यते. इदानीं साध्याभावव्यापकाभावप्रतियोगितारूपा इति अस्ति लक्षणवाक्यं व्यतिरेकव्याप्त्याः. साध्याभाव अस्माकम् उदाहरणे साध्याभावः अस्ति इतरेतरभेदाभाव, व्यापकाभावः अस्ति गन्धाभाव, प्रतियोगित्वम् अस्ति गन्धे. अस्तु, अत्र व्यतिरेकव्याप्ति अनुमितेः प्राक् हेतो गातव्या. अनुमिते प्राक् यत् अनुमति भवति तस्य प्राक् वयं हेतु जानीमः. शक्यते च इयं ज्ञातुं दर्शितरीत्या जले इतरभेदस्व अपि न तत्र जलभेदः. वयं पूर्वं दृष्टवन्तः जले इतरभेदः अस्ति किन्तु जलभेदः नास्ति. लिक पृथ्वी इतरभेदः चतुर्दशभेदः अस्ति. किन्तु यदि जलं स्वीकुर्मः तत्र इतरभेदः त्रयोदश अस्ति किन्तु जलभेदः नास्ति. अतः जलादिपदार्थेषु चतुर्दशसु सर्वत्र चतुर्दशा भेदा प्रकृतसाध्यं न सम्भवति. अतः प्रकृत अस्माकं प्रकृतसाध्यम् अस्ति पृथ्वी इतरभेदः भाव. तत्र चतुर्दश पदार्थाः अस्ति किन्तु यदि वयं जलादिपदार्थेषु कोऽपि अन्यपदार्थः स्वीकुर्मः यथा गुण कर्म आत्मा इति आत्मा इति तेषां चतुर्दशभेदः यत् प्रकृति अस्ति तत् न भवति. तत् विशिष्ट समूह केवलं प्रकृते यानि पृथ्व्याम् इतरभेदः अस्ति इति अस्ति किन्तु अत्र अन्ये पदार्थेषु चतुर्दशभेदाः न सम्भवन्ति. अतः तादृशसाध्यं नास्ति इति अभावः जले तेजसि अन्येषु द्रव्येषु गुणादिपदार्थेषु तु वर्तते एव. सो तादृश यथा वयं गतसप्ताहे दृष्टवन्तः कथं जले तेजसि अन्ये द्रवेषु तादृश अभावः यथा पृथ्वी प्रक्षे चतुर्दश अभावसमूहः अस्ति तत् तेषां नास्ति. सो अस्माकं विशिष्ट पूर्वनिश्चितम् अस्ति तत्र च सुतरां गन्धाभावः चतुर्दश इतरभेदभावः सदा तत्र गन्धाभावः अस्ति तेषु. पृथ्वीलक्षणं हि गन्धः. सो वयं जानीमः पृथ्व्या लक्षणं गन्धः अस्ति न जलादो स अस्ति इति तत् अभावः. सो तद् अभाव गन्धाभावः न जलादो सः जलादो अस्ति इति गन्धाभावः जलादौ अस्ति. इतरभेदभावाधिकरणे जलादौ सर्वत्र अस्ति. सर्वत्र ये इतरभेदः सर्वेषु पदार्थेषु या चतुर्दशपदार्थेषु जलादौ यत् अस्ति सर्वेषु गन्धाभावः वर्तते. अतः गन्धाभावः इतरभेदभावः व्यापकः. सो इदानीं गन्धाभावः भवति व्यापकः यथा अस्माकं वह्नी धूमाभावः. तत् धूमाभावः भवति व्यापकः. वह्नी साध्याभावः भवति व्याप्य. कारणं कि धूमाभावः इति अधिकदेशवृत्तिः अस्ति. इदानीम् इतरभेदभावः व्यापकः अस्ति. गन्धाभावः भवति व्यापकभावः इतरभेदभावस्य. तादृशव्यापकगन्धाभावस्य प्रतियोगित्वं गन्धे अस्ति. व्यतिरेकव्याप्तिः गन्धे ज्ञातुं शक्यते. सो तादृशव्यापक यत् गन्धाभावः इति व्यापकः अस्ति गन्धाभावः तस्य प्रतियोगित्वं गन्धे अस्ति. यथा धूमाभावः व्यापकीभूतभावः अस्ति तत्र धूम भवति प्रतियोगी. अत्र गन्धाभावः व्यापकीभूतभावः अस्ति तस्य प्रतियोगित्वं गन्धे आगच्छति इति अस्ति. व्यतिरेकव्याप्ति गन्धे ज्ञातुं शक्नुमः. सो व्याप्ति तो हेतुः भवति. सो व्यतिरेकव्याप्ति इदानीं गन्धे आगच्छति. अत्र व्यतिरेकव्याप्तिः कीदृशी इत्युक्ते साध्य अभाव इत्युक्ते किम्? इतरभेद अभाव. साध्यः इतरभेदः, साध्य अभाव इतरभेद अभाव. तस्य व्यापकः कः? हेतु अभावः खलु. हेतु अभावः तादृश अभावस्य प्रतियोगी कुत्र अस्ति? हेतु अभावस्य प्रतियोगी हेतो एव, हेतो एव इति वक्तुम् इच्छति. तादृशव्याप्तिः ज्ञातुं शक्यते वा? अवश्यं, यथा सर्वं यथा भवत्या पठितं, भगिन्या पठितं, जलादिपदार्थेषु न चतुर्दशभेदाः, तत्र साध्य अभावः, तत्रापि गन्धाभावः, खलु? यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति व्यतिरेकव्याप्तिवाक्यमस्ति खलु. यत्र यत्र वन्याभावः तत्र धूमाभावः इति अस्ति, तथा अत्र साध्यः इतरभेदः. यत्र साध्याभावः यथा जले, जले चतुर्दशभेदाः न सन्ति खलु, तर्हि जले साध्याभावः, तत्रापि गन्धाभावः, यतोहि गन्धः पृथिव्याः लक्षणमेव. इत्यस्मात् गन्धभेद गन्धाभावः इतरभेदाभावस्य व्यापकः, तादृशव्यापकस्य गन्धाभावस्य प्रतियोगित्वं गन्धे एव अस्ति. इत्यस्मात् व्यतिरेकव्याप्तिः गन्धे एव इति ज्ञातुं शक्यते इति वदति. तद् अत्र साध्य अभावः इत्युक्ते इतरभेदः, इतरभेदः नाम भेदसमुदायः, चतुर्दशभेदसमुदायः, तच्चतुर्दशभेदसमुदायः अन्यस्मिन् पक्षे नास्ति इति, इत्युक्ते जले, जले यत् चतुर्दशभेदसमुदायम् अस्ति तस्मिन् एकः सदस्यः नास्ति यत् पृथ्व्याम् अस्ति, अतः अतः जले अत्र जले इतरभेदसमूहः नास्ति, इतरभेदसमूहः नास्ति, गन्धत्व अभावः अपि नास्ति वा? गन्धत्व अभावः अपि नास्ति, गन्ध अभावः अस्ति खलु, गन्धः नास्ति, गन्ध अभावः अस्ति. आम् गन्धभावः अस्ति इति कथं? गन्धभावस्य प्रतियोगित्वं गन्धे एव अस्ति. गन्धभावः गन्धः इति गुणः, जले तत् गुणं नास्ति इति कथं, तस्य अनुमतिः कथं भवति इति, तस्य अनुमतिः कथं भवति? समीचीन, तत्र अनुभवः प्रत्यक्षं, न तु अनुमानं. जले गन्धः नास्ति इति अनुभवः अस्ति खलु, तत्र अनुमतिः नास्ति का? प्रत्यक्षेण वयं ज्ञास्यामः. जले गन्धः नास्ति, इतरभेदः अपि नास्ति. वयं जानीमः पृथ्व्या लक्षणवाक्यं पृथ्वी गन्धवती, केवलं पृथ्व्याम् एव अस्ति गन्ध, तदपि अस्ति. साधु अस्तु. साधु आम् प्रिया भगिनि, साधु आं महोदय, अग्रे पठतु कृपया. एवं च एवं च पूर्ववद् एव जलादौ साध्यभावहेत्वभावयोः व्याप्तिग्रहः अनुभवात्मकः, तेन च संस्कारः, ततः पृथिव्यां गन्धज्ञानम्, इदमेव पक्षधर्मताज्ञानं, तच्च संस्कारोद्बोधकम् अपि. संस्कारोद्बोधात् व्यतिरेकव्याप्तिस्मरणं गन्धः इतरभेद अभावव्यापकीभूत अभावप्रतियोगी इति आकारकम्, ततः परामर्शः पृथिवी इतरभेद अभावव्यापकीभूत अभावप्रतियोगी गन्धवती इति आकारः उत्पद्यते, ततः पृथिवी इतरभेदवती इतरेभ्यो भिद्यते इतरभिन्ना इति वा अनुमितिः जायते. अस्तु, पूर्ववद् एव, पूर्ववद् 193. नैन्टि त्री मध्ये किम् अस्ति? अनुमानं द्विविधं, तदेव वा महोदय? अनुमिति अनुमित्युत्पादः तद् क्रमः आसीत् खलु यदा भवत्या पूर्वं पठितं, भूयोदर्शनेन सर्वं व्याप्तिसन्देहः तथा. अस्तु, पश्यामि. पूर्ववदेव जलादौ साध्य अभाव हेतु हेतु अभावयोः व्याप्तिग्राहः व्याप्तिग्रहः ग्रहणम् अनुभवात्मकः. अस्तु, यदा जलादौ, जलादौ इत्युक्ते जलः तेजसि सर्वत्र, तत्र साध्य अभावः हेतु अभावयोः, अस्मिन् सन्दर्भे इति स्वीकरणीयं वा महोदय? यदा पृथिवी इति वा साध्य अभावः इतर चतुर्दशभेद अभावः अस्ति खलु? तदेव, तद् अनुभवात्मकः, तद् न अभाव, तस्य अभावः, साध्य अभावः हेतु अभावः व्याप्तिग्रहः इति अनुभवात्मकः. अनुभवेन वयं ज्ञातुं शक्नुमः तस्य अभावः जलादौ चतुर्दश यद् समूहः, विशिष्टसमूहः पृथिव्याम् अस्ति, तद् जलादौ नास्ति इति. तेन च संस्कारः, अनुभवेन संस्कारः जायते, ततः पृथिव्यां गन्धज्ञानं, ततः वयं पृथिवी गन्धवती इति ज्ञानम् उत्पद्यते. इदमेव पक्षधर्मता ज्ञानं. यदा अनुभवेन संस्कारः जायते, अनन्तरं पृथिव्यां गन्धवती पृथिवी इति ज्ञातवन्तः, इदानीं पक्षधर्मता ज्ञानं जायते. तच्च संस्कारोद्बोधकम् अपि. अस्तु, यत् पक्षधर्मता ज्ञानम् इदानीम् आगतं, तत् संस्कारस्य उद्बोधकम् अपि. अस्तु, कथं संस्कार उद्बोधात् व्यतिरेकव्याप्तिस्मरणं गन्धः इतरभेद अभावव्यापकीभूत अभावप्रतियोगी इति आकारकम्. अस्तु, यदा संस्कारस्य उद्बोधः, तस्मात् किं भवति? व्यतिरेकव्याप्तिस्मरणं, व्यतिरेकव्याप्त्याः संस्कारस्य उद्बोधकम् इति न जानामि. संस्कारात् उद्बोधकं, यथा अनुभवः अनुभवात् संस्कारः भवति, संस्कारात् स्मरणम् आगच्छति खलु? यथा महान् भूयोभूयो दर्शनेन, भूयोभूयो दर्शनेन व्याप्तिग्रहः, अनन्तरं पक्षधर्मता, धूमदर्शनं, धूमं दृष्ट्वा ओहो संस्कारात् ओहो अत्र व्याप्तिः अस्ति इति व्याप्तिस्मरणं, तद् अनुभवात् संस्कारः, संस्कारानन्तरं पक्षधर्मता ज्ञानम्, अनन्तरं संस्कारात् ओ व्याप्तिस्मरणम्. संस्कारस्य वक्तुं शक्नुमः संस्कारात् तथा संस्कारेण उद्बोधकं भवति व्याप्तिः. यथा एकसम्बन्धिज्ञानम् अपरसम्बे सम्बन्धिस्मारकम् इति स्मारकम्, अत्र धूमः व्याप्तिः, तयोः सम्बन्धः. अतः व्यतिरेक संस्कारेण यद् व्यतिरेकव्याप्तिस्मरणम् इदानीं भवति, तद् किम् इत्युक्ते गन्धः इतरभेद अभावव्यापकीभूत अभावप्रतियोगी इति आकारकं जायते. गन्धः किम् इत्युक्ते इतरभेदव्यापकीभूत अभावप्रतियोगी कन्दः, तदेव वयं पूर्वस्मिन् परिच्छेदे निरूपितवन्तः, तदेव आकारकम् अस्तु. ततः परामर्शः पृथिवी इतरभेदव्यापकीभूत अभावप्रतियोगी गन्धवती इति आकारकः उत्पद्यते. इदानीं परामर्शज्ञानम् अनन्तरं यदा प्रथमं व्याप्तिज्ञानं व्याप्तिस्मरणम् अनन्तरं परामर्शज्ञानं पृथिवी तदेव परामर्शज्ञानं पृथिवी इतरभेद इतरभेद अभावव्यापकीभूत अभावप्रतियोगी गन्धवती इति इदानीम् आकारकः जायते. ततः पृथिवी इतरभेदवती अस्तु, पृथिवी इतरभेदवती इतरेभ्यो भिद्यते इतरभिन्ना इति अस्माकम् अनुमितिः जायते. अत्र परामर्शः कीदृशः परामर्शज्ञानं कथं भवति वह्निधूमस्थले? परामर्शज्ञानं वह्निव्याप्य पक्षधर्मता अस्मिन् पर्वते अस्मिन् पर्वते अस्मिन् पक्षे व्याप्तिविशिष्टहेतुः अस्ति इति खलु. अस्मिन् अस्मिन् पर्वते व्याप्तिविशिष्ट वह्निव्याप्यधूमः अस्ति अथवा व्याप्तिविशिष्टधूमः अस्ति इति. तथैव अत्र कथं भवति परामर्शः पृथिवी पक्षः पृथिवीपक्षः तत्र पक्षः इतरभेद अभाव व्यापकीभूत अभावप्रतियोगी गन्धवती इति पृथिव्यां तादृशज्ञानं तद् गन्धवती पर्यन्तं गन्धवती गन्धवती इत्यस्मात् पूर्वं व्याप्ति व्याप्तिवाक्यं व्याप्तिविशिष्टवाक्यं गन्धवती इति हेतुमान् इति हेतुमती हेतुमती अस्तु पृथिवी इत्यस्मात् हेतुमती पृथिवी व्याप्तिविशिष्टगन्धवती व्याप्तिविशिष्टगन्धवती आम् व्याप्तिवाक्यं कथं यथा इतरभेव अभावव्यापकीभूत अभावप्रतियोगी तादृशव्याप्तिविशिष्टहेतुमती गन्धवती पृथिवी इति. अपि तु वर्गे महोदय उक्तवान् पृथ्व्या गन्धगानं वै सो पृथ्व्या साक्षात् प्रत्यक्षज्ञानम् इति अत्र तस्य बोधं भवति. पृथ्व्या प्रत्यक्षगन्धज्ञानम् अस्ति. पक्षधर्मता ज्ञानं कथम् आगच्छति? पक्ष अस्ति पृथ्वी, पृथ्वी तस्य धर्म अस्ति गन्ध, गन्धे भवति धर्मता. सो तस्य धर्मता अस्ति गन्धत्वं पृथ्व्यां. सो यदि पक्षधर्मता ज्ञानम् अस्ति इदानीं व्याप्ते पक्षधर्मता तयोः मध्ये समानाधिकरणम् आगच्छति, तदानीम् इति व्याप्तिः इति स्मरणं भवति संस्कारस्य व्यतिरेकस्मरणम् आगच्छति. व्याप्तिविशिष्टः तथा एव व्याप्तिविशिष्टहेतुः पर्वते अस्ति इति तयोः समानाधिकरण्यम् व्याप्तेः अपि च तत्र हेतोः पक्षधर्मतः हेतोः अस्ति व्याप्ति अपि हेतोः अस्ति द्वयोः हेतोः गन्धे अस्ति पक्षधर्मता. व्याप्ति अपि व्यापकीभूत साध्याभाव व्यापकीभूतभाव अपि हेतोः अस्ति तस्य प्रतियोगित्वम् इदानीम् इति भवति प्रतियोगी इति प्रतियोगन्धवती यथा महोदय उक्तवान् हेतुमान् पक्षधर्मता. अत्र क्रमः एव अस्मिन् परिच्छेदे क्रमः दर्शितः. अन्तिमे वाक्ये अनुमितिः कीदृश अनुमितिः? पृथिवी इतरे भेदवती, पृथिवी इतरेभ्यो भिद्यते, पृथिवी इतर भिन्ना इति अनुमितिः. खलु अत्र परामर्शज्ञानम् आगच्छति तत् परामर्शः अनन्तरं व्याप्ति अनुमितिः अन्तिमवाक्ये अनुमतिः वाक्यं लिखितम्. तर्हि अग्रे लक्ष्मी भगिनी. आम् महोदय. एवञ्च अन्वयव्याप्तिगृहसम्भवात् केवलव्यतिरेकिगन्धः इति बोधनाय मूले उक्तम् अत्र यत् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्. पृथिवीमात्रमित्यस्य सर्वा पृथिवी इत्यर्थः. अनेन च वह्निमान् धूमादि इत्यादौ पक्षभिन्ने दृष्टान्ते महानसादौ व्याप्तिज्ञानं भवति. प्रकृते तु सर्वस्याः पृथ्व्याः पक्षत्वात् तत्र च साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्. अस्तु. अत्र एवञ्च अन्वयव्याप्तिग्रह असम्भवात् अन्वयव्याप्तिग्रह असम्भवात् अस्तु. अन्वयव्याप्ति अस्तु एकनिमिषम् अन्वयव्याप्ति अस्तु. अन्वयव्याप्ति इत्युक्ते तत्र यत्र पृथिवी इतरभेदः इतरेभ्यो भिद्यते. पृथिवी इतरभेदः गन्धवत्वात् इतरेभ्यः भिद्यते गन्धवत्वात् इति. अस्तु. अत्र केवलम् अन्वयव्याप्ति तस्य अन्यव्याप्ति असम्भवः केवलव्यतिरेकिगन्धः इति बोधनाय मूले उक्तम् अत्र यद् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति. ओ अस्तु. अत्र दृष्टान्तः नास्ति यथा महानसे इति तादृशं दृष्टान्तः नास्ति. पक्षभिन्नस्थले न दर्शितुं शक्नुमः पक्षभिन्नस्थले यथा महानसे. आम् ओ अस्तु. आम् अन्वयव्याप्ति ओ अन्वयव्याप्ति तस्य कृते पक्षभिन्नस्थले उदाहरणम् आवश्यकं किन्तु केवलव्यतिरेकि स्थले दृष्टान्तः दृष्टान्तः नास्ति एव. अतः एव तत् केवलव्याप्ति व्यतिरेकः अभवत् तथा न. अत्र अन्वयदृष्टान्तो नास्ति. ओ अन्वयदृष्टान्तः नास्ति. ओ अस्तु. यतोहि व्यतिरेकव्याप्तिस्थले यत्र साध्य अभावः तत्र हेतु अभावः इति व्यतिरेकवाक्यमस्ति खलु. तत्र यत्र इतरभेदाभावः तत्र गन्धाभावः यथा जलं वक्तुं शक्नुमः. ओ आम्. किन्तु अन्वयदृष्टान्तो नास्ति. यत्र गन्धः तत्र इतरभेदः यथा किं न किमपि. यथा पृथिवी इति वक्तव्यं तर्हि पृथिवी सर्वत्र तु अस्ति पक्षभिन्नस्थल तु नास्ति खलु. समस्या अवगतं खलु. अन्वयदृष्टान्तं न वक्तुं शक्नुमः. अस्तु. पुनः पठतु प्रथमवाक्यद्वयम्. अस्तु. एवञ्च अन्वयव्याप्तिग्रह असम्भवात् केवलव्यतिरेकी गन्धः इति बोधनाय मूले उक्तम् अत्र यद् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति. गन्धः केवलव्यतिरेकी तत् बोधनाय मूले उक्तम् अत्र यद् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति. यत्र धूमः तत्र वह्निः इति अन्वयव्याप्तिवाक्यम् अत्र भवति. यत्र गन्धः तत्र इतरभेदः इति ओ अस्तु इति इतरभिन्नम् आम् तत् इतरभिन्नम् इति तादृशवाक्यम् इति नास्ति अत्र. यतो हि दृष्टान्तो नास्ति, अन्वयदृष्टान्तः नास्ति, अन्वयदृष्टान्तः नास्ति. पृथिवीभिन्नस्थले कुत्रापि तथा नास्ति. यत्र गन्धः इति इतरभिन्नमिति पृथिवी विहाय न कुत्रापि वक्तुं शक्नुमः. यत्र लक्षणवाक्यं भवति तत्र सर्वदा एषा समस्या एव खलु. अस्तु अस्तु आम् साधु. अस्तु, पृथ्वीमात्रस्य पक्षत्वात् अस्मिन् उदाहरणे पृथ्वी एव पक्षः भवितुमर्हति, अन्य कोऽपि न पक्षः भवितुमर्हति. तदेव मातृशब्दस्य अर्थः पृथ्वीमात्रस्य पक्षत्वात्. पृथ्वीमात्रम् इत्यस्य सर्वा पृथिवी इति अर्थः. आम् अस्तु. यत्र पृथ्वी अस्ति तत्र गन्धवत्वम् अपि अस्ति. किन्तु पृथ्वी तु पक्षः, न तु न हेतुः न साध्यः. आमां सत्यं. यत्र यत्र पर्वतः तत्र वह्निः इति वक्तुं शक्नुमः वा? न तथा भवति खलु. आमाम् आम् पृथ्वी तु पक्षः एव. किन्तु यत्र यत्र पक्षः अस्ति तत्र हेतु अस्ति. हेतु इत्युक्ते गन्धवत्वम् अस्ति. अनेन च वह्निमान् धूमादि इत्यादौ पक्षभिन्ने दृष्टान्ते महान् असाधौ व्याप्तिज्ञानं भवति. अस्तु, पर्वतः वह्निमान् धूमत्वात् इति तत्र महानस आदौ इति दृष्टान्तः भवति. दृष्टान्तेन व्याप्तिज्ञानं भवति. यत्र धूमः पर्वते धूमः अतः धूमत्वात् पर्वते वह्निमान् इति व्याप्तिज्ञानम् इत्युक्ते धूमविशिष्टवह्निः इति व्याप्तिज्ञानं भवति. वह्निविशिष्टधूमः क्षम्यताम्. प्रकृते तु सर्वस्याः पृथ्व्याः पक्षत्वात् तत्र च साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्. अस्तु अस्तु, पृथ्वीपक्षः साध्यसंशयः. साध्यसंशयः इत्युक्ते इतरभेदसंशयः. पृथ्वी इतरभेदः इति संशयः साध्यसंशयः साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्. साध्यसंशयः अस्ति वा? न साध्य साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्. अत्र स्मारतु, तत्र पर्वतविषये धूमं दृष्ट्वा ओहो अत्र वह्निः अस्ति वा न वा इति संशयः उदेति. आम् तदेव साध्यसंशयः. आम् अत्र यतोहि पक्षभिन्नस्थले गन्धः कुत्रापि नास्ति, पक्षभिन्नस्थले हेतुः नास्ति. यथा पर्वतभिन्नस्थले महानसे धूमः आसीत् अपि आसीत्, पक्षभिन्नस्थले हेतुः नास्ति किन्तु अस्तु तर्हि सर्वासु पृथिवीषु साध्यसंशयः अस्ति एव साध्यसंशयः पक्षे अस्ति पर्वते धूम वन्य अस्ति वा इति पक्षे साध्यसंशयः उदेति अस्मिन् उदाहरणे सर्वस्याः पृथिव्याः संशयः अस्ति एव यतोहि पक्षः सर्वासु पृथिवीषु साध्यसंशयः अस्ति एव तर्हि कः दृष्टान्तः नास्ति किमपि दृष्टान्तः तस्मात् न अन्वयव्याप्ति निरूपितम् अत्र अस्तु साध्यसंशयत् न अन्वयव्याप्तिज्ञानम् इति निरूपितम् सर्वत्र साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् अन्वयव्याप्तिज्ञानं न निरूपितम् इति न निरूपितम् इति भवेत् अस्तु यत्र यत्र पक्षः तत्र साध्यसंशयः खलु पक्षे एव साध्यसंशयः भवति अत्र यत्र यत्र पृथिवी तत्र साध्यसंशयः सर्वेषु पक्षेषु साध्यसंशयः अस्ति तस्मात् अन्वयव्याप्तिज्ञानं न निरूपितम् इति एव साधु एव अस्ति कठिनं तत्र साधु एव किन्तु कथनस्य शैली किञ्चित् क्लेशः अस्ति अतः कथं वाक्यात् तत् तेनैव अर्थम् अवगच्छामः इति तत्रैव मम क्लेशः प्रश्नः अस्ति चेत् पृच्छतु अग्रे कः कस्य क्रमः सरला भगिनी वा अस्तु इह च सङ्ग्रहकृता व्यतिरेकव्याप्तिहेतौ व्यतिरेकव्याप्तिमतिहेतौ पञ्च अवयववाक्यप्रयोगप्रकारोऽपि दर्शित यथा पृथ्वी इतरेभ्यो भिद्यते इत्यादीनां तं सम्प्रति परिशीलयामः पृथ्वी इतरेतोभ्यः भिद्यते इति प्रतिज्ञा पृथ्वी इतरेतभ्यः इत्यच्च सवर्णदीर्घसन्धिविग्रहे सति पृथ्वी इतरेभ्यः इति पदद्वय लाभः तत्र पृथ्वी इति पक्षनिर्देशः इतरेभ्यः भिद्यते इति साध्यबोधकभागः तत्रापि इतरपदेन चतुर्दशजलादिपदार्थाः बोध्यन्ते भिद्यते इति पदबोध्ये भेदे तेषां प्रत्येकं सम्बन्धात् चतुर्दशा भेदा साध्यमिति सिद्ध्यति अतः पक्षे साध्य सम्बन्धबोधनात् पर्वतो वहिनीमान् इतिवत् भवति इयमपि प्रतिज्ञा इदानीं पञ्चवाक्यानि कथं व्याप्तेः निर्दिष्टं भवति तस्य उदाहरणमस्ति पञ्चवाक्यानि के सन्ति प्रतिज्ञा हेतु उदाहरणम् उपनयननिगम यथा यदि वहिनी पर्वतो वहिनीमान् इति भवति प्रतिज्ञा हेतु भवति तत्र धूमत्वात् उदाहरणं तस्य भूयोभियो धूमदर्शनेन स वहिनीमान् इति यथा महानसम् उपनयनं वाक्यमस्ति तथा न अयं यत् वहिनी व्याप्य धूमात् पर्वत निगमवाक्यमस्ति तस्मात् तथा अत्र प्रतिज्ञावाक्यम् इति अस्मिन् परिच्छेदे दत्तमस्ति. व्यतिरेकव्याप्तिमतिहेतो अस्ति गन्ध. वयं पूर्वं साधितवन्त गन्धे अस्ति व्यतिरेकव्याप्ति. सो तत् हेतो भवति व्यतिरेकव्याप्तिमति इति आगच्छति. पञ्चवयववाक्यप्रयोगप्रकारो अपि दर्शितं यथा पृथ्वी इतरेतो भेद्य भिद्यति. सो प्रतिज्ञावाक्यं वाक्यं भवति पृथ्वी इतरेतरेभ्यो भिद्यते. यथा प्रतिज्ञावाक्यमसि पर्वतो वहिनीमा भरतो वैनीमान् तथै पृथ्वी इति पक्षसि इतर इतरेभ्यो भेद अस्ति साध्यं. तस्य साध्यं तस्य संशय कथं प्रतिज्ञावाक्यं संशय प्रदर्शयति. तस्य अन्तं निगमवाक्यमे तस्य फलं साधितं भवति. सो इतर पृथ्वी इतरेतरेभ्यो भेद पृथिव्याम् इतरे इतरेभ्यो भेद अस्ति इति प्रतिज्ञावाक्यं तत् परिशीलय. पृथ्वी इतरेतरेभ्य भेद इति प्रतिज्ञा पृथ्वी इतरेतरभ्ये तस्य भवति सन्धि समस्तपदं नास्ति. पृथ्वी योग इतरेभ्य इतरेभ्य मीन्स् पृथ्वी भिन्न ये पदार्थाः सन्ति यत् वयं पूर्वं दृष्टवन्तः अष्ट द्रव्याणि अपि षड् अन्यपदार्थाः अभाव कर्म गुण सामान्यं विशेषमिति. सो चतुर्दश पदार्थाः आगच्छन्ति इतरे भेद इति समूहे. सो पक्ष पृथ्वी इति पक्षनिर्देश इतरेभ्यः भिद्यते साध्यबोधकभाग. सो प्रतिज्ञावाक्यम् आगच्छति पृथ्वी इतरेभ्य भिद्यते इति साध्यबोधकभाग भवति इतरेभ्य. पृथ्वी भवति पक्षभाग तस्य प्रतिज्ञावाक्ये. इतरपदेन इदानीम् अहम् उक्तवती चतुर्दशपदार्थाः सन्ति. भिद्यते इति पदबोधे भेदे तेषां प्रत्येकसम्बन्धात् चतुर्दशा भेदा साध्यमिति सिद्ध्यति. सो पक्षे साध्यतयो मध्ये सम्बन्धः अस्ति भिद्यते इति सम्बन्ध सम्बन्धस्य बोधं भिद्यते इति पदेन सम्बन्धस्य बोधं जायते. कथं सम्बन्धस्य बोधं जायते? यथा वयं जानीमः यदि उत्पीठिकायां पुस्तकम् अस्ति तत्र त्रीणि विषयता आगच्छति. उत्पीठिकायां विशेषता अस्ति, पुस्तके प्रकारता अस्ति, तयोर्मध्ये यत् संयोगसम्बन्धः तस्मिन् संस्कारता अस्ति. सो यदि सम्बन्धः अस्ति तदैव वयं जानीमः तत्र प्रकार पुस्तकम् इति तिष्ठति. सो यदि पक्षे पृथ्व्यां सम्बन्धः भवति साध्य तयोर्मध्ये यत् सम्बन्धः आगच्छति तत् सम्बन्धः यदि नास्ति तत्र कोऽपि साधनीयं कथं किं कुर्मः इति. अतः पक्षसाध्ययोः सम्बन्धः आगच्छति तयोर्मध्ये इति प्रतिज्ञावाक्यं भवति. अत्र व्यतिरेकव्याप्तिमति तत् कीदृशं पदम् इति व्यतिरेकव्याप्तिमति इति विषयसप्तमी अस्ति तत्र व्याप्तिमति तस्मिन् तस्यां हेतौ तत्र राभ्या भगिनी व्याप्ति अस्मिन् अस्ति हेतौ याद किल वहिमान् पर्वत इति तथैव अस्मिन् अस्य अस्ति. सो व्याप्ति हेतौ गन्धे अस्ति इति. अस्तु प्रयत्नं कुर्मः. तत्र पञ्चावयव वाक्यप्रयोगः कथम् अस्मिन् सन्दर्भे इति प्रदर्शितमस्ति. अत्र अस्माकं वाक्यं यथा पृथिवी इतरेभ्यो भिद्यते इति यदा वयं स्वीकुर्मः तत्र पृथिवी इतरेभ्यो भिद्यते इति प्रतिज्ञावाक्यमस्ति. पृथिवी इति पक्षः इतरेभ्यो भिद्यते इति अस्माकं साध्यं. तत्र ते किं कृतवन्तः इत्युक्ते पृथिवी इतरेभ्यः इति पदद्वयं स्वीकृतवन्तः. तत्र पृथिवी इति पदस्य पक्षनिर्देशः कृतवन्तः. अनन्तरम् इतरेभ्यः विद्यते इति साध्यबोधकः भागः इत्युक्ते इतरेभ्यः इति यद् पदमस्ति तेन इतरेभ्यः विद्यते पृथिवी इति इत्यनेन तस्य साध्यं साधितवन्तः. तद् अस्तु. अनन्तरं किं कृतवन्तः इतरपदं किं सूचयति इत्युक्ते चतुर्दश भेदाः यद् वयं विशिष्टभेदाः समूहः इति दृष्टवन्तः. यद् पृथिव्याम् एव अस्ति तद् तत्र इतरे पदेन चतुर्दश भेदाः बोध्यन्ते. अनन्तरं तावदेव किल महोदय. तत्र विद्यते इति तत्र पदबोध्ये भेदे इति तेषां प्रत्येकं सम्बन्धात् चतुर्दशभेदाः साध्यम् इति सिद्ध्यति. अस्तु. पक्षे साध्यम् आनीयम् इत्युक्ते तत्र भिद्यते इति यद् पदमस्ति तद् चतुर्दशभेदाः तत्र वयं साधयामः चेत् तत्र पक्षे साध्यं तयोः सम्बन्धः यदा भगिनी इदानीम् उक्तवती संसर्गता प्रकारता विशेषता तदेव किल तदेव सम्बन्धः पक्षसाध्ययोः मध्ये तदपि साधितवन्तः. इदानीम् अस्माकं पक्षः अस्ति पृथिवी साध्यः अस्ति इतरेभ्यो भिद्यते इति तयोः सम्बन्धः साधितवन्तः यदा पर्वतो वर्णिमान् इति प्रतिज्ञावाक्यमासीत् तादृशमेव प्रतिज्ञा. तर्हि अग्रे परिच्छेदद्वयं पठितं किन्तु समयः जातः. साधु एव अस्ति अग्रिमे वर्गे पठितुं शक्नुमः. तत्र केवलं प्रतिज्ञा अनन्तरं हेतुवाक्यं कथं भवति इति सरलमेव सरल एव सर्वम् अग्रिमे वर्गे पठितुं शक्नुमः. साधु प्रश्नः कोऽपि अस्ति वा अस्मिन् किं भगिनि साधु इति उक्तवती. साधु इति उक्तवती महोदय. धन्यवादः. किमपि प्रश्नः कोऽपि प्रश्नः लक्ष्मी भगिनि? अस्तु. अत्र अधिककर्तव्यं किमपि नास्ति. सर्वं यथा भवत्या उक्तं किञ्चित् शैली भिन्ना किन्तु पक्षभिन्नस्थले न साधयितुं शक्नुमः इति अत्र किञ्चित् मुख्यविषयः अस्ति. तस्मात् अन्वयव्याप्तिवाक्यं न सम्भवति. तदर्थं व्यतिरेकव्याप्तिः एव भवेत् इति सारांशः. अस्तु. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः महोदय. शुभरात्रिः. शुभरात्रिः.